ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानकरपत्रमस्ति इत्संज्ञाप्रकरणम्। इत्संज्ञाप्रकरणे तत्र यत् सूत्राणि पठितानि तस्य विषये भिन्नरीत्या स्मरणं कृत्वा अग्रे सरेम। तत्र इत्संज्ञा इति सर्वे जानीमः एकनामकरणम् अस्ति, तस्य विषये तत्र प्रथमाध्याये तृतीयपादे तत्र सप्तसूत्राणि सन्ति। प्रथमसूत्रं विषये कः वक्तुमिच्छामि, कः वक्तुमिच्छति? इत्संज्ञाप्रकरणे तत्र यः प्रथमसूत्रमस्ति तस्य विषये कः वक्तुमिच्छामि, कः अथवा का वक्तुमिच्छति इच्छति? अहं प्रयत्नं करोमि भगिनि। कृपया प्रथम इत्संज्ञा उपदेशे अजन्नासिक इति प्रथम अध्याये तृतीयपादे द्वितीयसूत्रमस्ति। अत्र धातौ प्रत्यये आदेशे आगमे तत् उपदेशे अच्वर्णः अस्ति चेत्, तत् अच्वर्णः अनुनासिक अस्ति चेत् तस्य इत्संज्ञा भवति इति सूत्रं वदति। सूत्रं किम्? सूत्रं किमस्ति? उपदेशे अजनुनासिक इति। आम्, सत्यं भगिनि। सो अनुनासिकस्वरस्य उपदेश अवस्थायां यत् किमपि उपदेशः व्याकरणे वर्तते, धातुषु, प्रत्ययेषु, आदेशेषु, आगमेशेषु यत्किमपि उपदेशः महर्षिणा तत्र महर्षि यत् वदति तस्य विषये यत् अनुनासिकस्वरः तस्य इति संज्ञा भवति। सम्यक्, अस्तु भगिनि, धन्यवादः। द्वितीयसूत्रस्य विषये कः वक्तुमिच्छामि इच्छति? कृपया स्वयम् अग्रे आगच्छतु। वदतु भगिनि। हलन्त्यम् उपदेशस्य अन्ते स्थितः हल् वर्णस्य इत् भवति। उपदेशे अन्त्यं हल् इत् इति सूत्रेण तस्य हल् वर्णस्य इत् संज्ञा भवति। तदेव द्वितीयसूत्रं प्रथम अध्याये तृतीयपादे तृतीयसूत्रः अस्ति पाणिन्या व्याकरणे। सम्यक् भगिनि, तथैव अस्ति। हलन्त्यमिति सूत्रेण उपदेशस्य अन्तिम हलस्य इत् भवति इति हलन्त्यमिति सूत्रस्य तत्र इत् संज्ञा अस्ति, इत्युक्ते संज्ञासूत्रम् अस्ति हलन्त्यमिति सूत्रम्। तेन सूत्रेण अन्तिम हलस्य इत् भवति, तावदेव अस्ति हलन्त्यमिति सूत्रम्। धन्यवादः। निषेध हलन्त्यमिति सूत्रस्य तत्र निषेधकसूत्रं वर्तते, सो तत् निषेधकसूत्रं किं, तस्य कः अर्थः, कः वक्तुमिच्छति? आमां पूर्णिमा वदतु। नविभक्तौ तु स्मः, नविभक्तौ तु स्मः इति सूत्रस्य विभक्तौ, विभक्ति इत्युक्ते सुबन्ता अपि सुप्रत्येत सुप्रध्ये न विभक्तौ तु स्मः सवर्गः सकार मकार न इति भवति, इत्संज्ञा न भवति। तत् बाधकसूत्रमस्ति. कस्य बाधकसूत्रमस्ति? न विभक्तौ तु स्मः इति सूत्रस्य. कस्य सूत्रस्य बाधकसूत्रं न विभक्तौ तु स्मः? न विभक्तौ तु उपदेशेन विभक्तौ तु स्मः इति सूत्रस्य बाधकसूत्रं न विभक्तौ तु स्मः अस्ति. सारि न हलन्त्यमिति सारि न हलन्त्यम् हलन्त्यमिति सूत्रस्य बाधकसूत्रं न विभक्तौ तु स्मः अस्ति. सम्यक् सम्यक्. सो हलन्त्यम् इति सूत्रं वदति यत् किमपि हल् वर्णः अन्ते वर्तते तस्य इति करणीयं, यत् किमपि उपदेशः. परन्तु साक्षात् अनन्तरं महर्षिः वदति परन्तु तत्र किं करणीयं, न विभक्तौ तु स्माः, विभक्तिप्रत्ययेषु तु स्माः इति न करणीयम् इति हलन्त्यं सूत्रस्य बाधकसूत्रम्. सो हलन्त्यं सूत्रस्य बाधकसूत्रं किं, न विभक्तौ तु स्माः. सो तु अपि च सकारः मकारः विभक्तिप्रत्ययेषु इति संज्ञक् न भवति इति तत्र अन्तिम् इत्युक्ते तुस्माः हलन्त्यम् इति सूत्रस्य बाधकसूत्रम् अस्ति. अतः अन्तिम् तुस्माः विभक्तिप्रत्ययेषु इति न भवति इति सूत्रस्य अर्थः. सम्यक् भगिनी, धन्यवादः. अनन्तरं चतुर्थसूत्रं कृपया झटिति अग्रे आगच्छतु. कः वक्तुम्? उपदेशस्य आदौ ये टु डु इति त्रिषु एकवर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. सो कीदृश उपदेशस्य अत्र धातोः इति पदस्य अनुवृत्तिः. सो कीदृश उपदेशस्य प्रायशः श्रूयते वा मम ध्वनि? आदिर्नीटुडुवः यद्यपि अत्र केवलं महर्षि वदति यत् किमपि उपदेशः तस्य आदौ नी टु डु इति वर्णसमूहः वर्तते चेत् तस्यापि इति करणीयम् इति तु सूत्रस्य अर्थः. परन्तु यदा वयं तत्र पश्यामः उपदेश यत् किमपि उपदेशः इत्युक्ते आदेशः धातुः आगमः अपि च प्रत्ययेषु केवलं धातुषु एव एतादृशः वर्णसमूहः आदौ दृश्यते. अतः अत्र धातोः इति पदस्य अनुवृत्तिः. सो कीदृश उपदेशस्य नीटूडु इति संज्ञा भवति धातोः. सो धातोः एव एतादृशः वर्णसमूहः लभ्यते. अतः एतादृशसूत्रं कुत्र कार्यं करोति? केवलं धातुषु एव. किमर्थं चेत् धातुषु एव आदौ इत्युक्ते प्रथमवर्णसमूह नी टु अथवा डु इति तत्र दृश्यते व्याकरणे. अतः एतत् सूत्रं धातु उपरि एव कार्यं करोति, न तु प्रत्ययेषु अपि च आगमः अपि च आदेशः. अस्तु भगिनी, धन्यवादः. इदानीम् एकं वार्तिकम् अपि अस्ति अस्मिन् प्रकरणे, इत्संज्ञाप्रकरणे. तत्र एकं वार्तिकम् अपि पठनीयम्. तत् वार्तिकं किं, तस्य कः अर्थः, कः वक्तुमिच्छति? उषा भगिनी वक्तुमिच्छति वा? इर इति संज्ञावाच इति सूत्रस्य वार्तिकं धातोः इयर् इत्यस्य शब्दसमुदायस्य इतसंज्ञा भवति. यदा चितैर् इत्यादिषु धातुषु इर् इत्संज्ञा भवति अन्ते यत् इर् सत्यम्. सो एतत् वार्तिकमस्ति, सूत्रं नास्ति. इर् इत्संज्ञावाच्य एकं वार्तिकमस्ति. सो वार्तिकम् इति किं वदति, धातुषु एतत् वार्तिकमपि धातुषु एव तत्र एतस्य प्रयोगः भवति. एतस्य वार्तिकस्य प्रयोगः कुत्र भवति? उपदेश अवस्था अस्ति तस्य एव तत्र किं पश्यामः, इर् इति वर्णसमूहः अस्ति चेत् तस्य किं करणीयम्, इति संज्ञा करणीयम्. सो अत्र भिन्नभिन्नरीत्या इति संज्ञा न करणीयम्, इत्युक्ते रकारस्य हलन्त्यं द्वारा, इकारस्य उपदेशे अजनुनासिक इति सूत्रेण द्वारा इति संज्ञा न करणीयम्, अत्र एकत्र इति करणीयम्। सो यत्र यत्र धातुषुः एकत्र ह्रस्व इकारस्य अनन्तरं रकारः वर्तते तत्र एकत्र इर् करणीयं, केन आधारेण, वार्तिकेन आधारेण। इर् इति संज्ञा वाच्य इति एकं वार्तिकम् अस्ति, तेन आधारेण एव वयम् इर् इति वर्णसमूहस्य इत् कुर्मः। यथा तत्र बिधिर् छिदिर् इति तत्र धातुवः, तत्र धातुपाठे तत्र तादृशः धातुवः सन्ति धातुपाठे, यत्र ह्रस्व इकारस्य परे तत्र रकारः वर्तते। अतः तत्र किं करणीयं, तत्र केवलं वार्तिकेन द्वारा एव इत्संज्ञा करणीयं, न तु पाणिनिसूत्रद्वारा। अस्तु भगिनि, इदानीं शः प्रत्ययस्य विषये चेतन भगिनी वक्तुमिच्छति वा? शः प्रत्ययः शः प्रत्ययस्य शः प्रत्ययस्य प्रथम अध्याये तृतीयपादे षष्ठः सूत्रः अस्ति। प्रथमे आदौ षकारः अस्ति चेत् प्रत्ययस्य, केवलप्रत्ययस्य आदौ षकारः अस्ति चेत् तस्य इत्संज्ञा भवति। अत्र आदौः इति पदं न दत्तं, कुतः आयाति आदौः इति पदम्? उपदेशे पूर्वे किं सूत्रं, शः प्रत्ययस्य पूर्वे किं सूत्रं, पञ्चमसूत्रं, पञ्चमसूत्रं किम् अस्ति भगिनि? आदिर् निटुडवः तत्र आदौ अस्ति। आम्, अत्र आदौ इति सप्तम्यन्तं पदः, आदिः इति तत्र आदिः इति पदं दत्तं। सो आदि निटुडवः इति सूत्रतः तत्र आदौ इति पदस्य अनुवृत्तिः। सो अत्र आदिः एव भवति, आदिः एव तत्र अनुवृत्तिरूपेण आयाति आदिः। किमर्थं चेत् प्रत्ययस्य आदौ मूर्धन्यषकारः वर्तते चेदेव इति करणीयम्। सो आदौ इति अत्र स्थानं दत्तम्। सो आदौ इति पदम्, आदिः इति पदं कुतः आयाति इति वदामः चेत् पञ्चम सूत्रात् आयाति, आदिर्नीटुडुवः इति सूत्रात् अत्र आदिः इति पदस्य अनुवृत्तिः, अपि च उपदेशे अपि च इत् इति पदद्वयस्य प्रथमसूत्रात् इति अनुवृत्तिः। सो अत्र शः प्रत्ययस्य इति यः सूत्रमस्ति, कथं जानीमः शः प्रत्ययस्य यः इत् प्रत्ययस्य विषये भवति, यत्किमपि प्रत्ययः तस्य मूर्धन्यषकारस्य इत् भवति, परन्तु कुत्र स्थितस्य मूर्धन्यषकारस्य, आदौ स्थितस्य। सो आदिः इति पदस्य आदिर् पञ्चमसूत्रात् अत्र आदिः इति पदस्य अनुवृत्तिः भवति। अस्तु भगिनि, धन्यवादः। सो केवलं वदतु, तत्र आदिः प्रथमा विभक्ति इति? आमामां, परन्तु अत्र यः प्रथम यः वाक्यं दत्तमस्ति सूत्रस्य अर्थः, तत्र सप्तमी सप्तमी दत्तमस्ति। किमर्थं, प्रत्ययस्य आदौ षकारः अस्ति चेत् तस्य इत्संज्ञा भवति। सो वेर् आदौ, परन्तु अत्र अनुवृत्तिरूपेण समान एक प्रथमविभक्तिपदः एव आयाति। किमर्थं चेत् एकम् एव वर्णस्य अत्र शः इति प्रथमान्तम् अस्ति। सो आदिः शः इति अस्ति, कीदृशशः, आदिस्थितस्य शकारस्य इति, परन्तु वाक्ये आदौ इति यः अस्ति सः पञ्चमी सप्तमी अन्तं पदः। अस्तु भगिनि, आम् अस्तु। अनन्तरं यः पञ्चमसूत्रम् कः वक्तुं, पूर्णिमा भगिनी वक्तुमिच्छति वा, नो चेत् अनुसूया भगिनी? अस्तु, वदतु अनुसूया भगिनी। छुटु चुटु प्रत्ययस्य तस्य पूर्वे आमां सत्यं सत्यं चुटु इति प्रत्ययः वदतु वदतु चुटु चुटु इत्युक्ते चकार चवर्गः टवर्गः आदौ उपदेशे प्रत्ययस्य आदि चुटु इतौ इति सूत्रम् अनुवृत्तिसहितसूत्रमस्ति आदौ कोऽपि प्रत्ययः प्रत्ययस्य इदं सूत्रं प्रत्ययस्य कृते अस्ति अतः प्रत्ययस्य आदौ चवर्गः अथवा टवर्गः अस्ति चेत् तस्य इत्संज्ञा भवति इति सूत्रस्य अर्थम् समानम् अत्र यथा श्वः प्रत्ययः इति सूत्रं यत्किमपि प्रत्ययस्य विषये वदति तथैव चुटु इति सूत्रः व्याकरणे यत्किमपि प्रत्ययः वर्तते तस्य विषये चुटु इत्युक्ते चवर्गीयवर्णः आदौ अस्ति चेत् अथवा टवर्गीयवर्णः आदौ अस्ति चेत् कस्य आदौ प्रत्ययस्य आदौ सो प्रत्ययस्य आदौ चवर्गीय अथवा टवर्गीय तस्य इत् करणीयम् अस्तु आम् धन्यवादः भगिनि आम् अस्तु इदानीं लश आम् वदतु अनन्तरं लशक् अनन्तर उपदेशे लशक् कुतद्यते इति सूत्रस्य आधारेण तृतीयेषु उपदेशे प्रत्ययस्य आदौ ल श कवर्ग ल श च कवर्गीयव्यञ्जनः अस्ति चेत् तेषाम् इत्संज्ञा तस्य इत्संज्ञा भवति इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः अपि भवति अत्र वदतु भगिनि अत्र अतद्यते अतद्यते इत्य तद्यते न भवति तद्यते न भवति लकारः शकारः कवर्गः सो अत्र एतत् सूत्र सूत्रमपि प्रत्ययस्य विषये एव वदति एतत् सूत्रमपि प्रत्ययस्य विषये एव कार्यं करोति किमर्थं चेत् अत्रापि प्रत्ययस्य इति पदस्य अनुवृत्तिः कीदृशप्रत्ययः अतदित् प्रत्ययः यः तदित् नास्ति सः एव अतदित् प्रत्ययः सो अतदित् प्रत्ययेषु एव लशकु इति भवति तदित् प्रत्ययेषु तु न भवति अत्र लशक्व तदिते अस्ति लशक्व इति अस्ति अत्र कीदृशः कीदृशसन्धिकार्यमस्ति भगिनि वदतु लशक्कु प्लस् लशक्व उकारस्य परे अकारः आगच्छति चेत् अकारः आगच्छति लञ्छन्दि भवति सत्यं सत्यं सो अत्र सूत्रमस्ति लशक्व तदिते लशक्व तदिते भिन्नभिन्नरीत्या वदामः चेत् लशक्कु अतदिते इति अस्ति लशक्कु यद् वदामः चेत् तत्र अतदिते परन्तु तत्र सन्धि कृत्वा वदामः चेत् लशक्व तदिते अस्ति लशक्व इति अस्ति ककारस्य तत्र अधोभागे तत्र व इति तत्र दृश्यते अस्तु अस्तु भगिनि एतत् सर्वाणि संज्ञासूत्राणि सो इत् संज्ञाप्रकरणम् इति तस्य नामकरणम् किमर्थं चेत् अस्मिन् प्रकरणे इत् इति नामकरणं भवति कानिचन वर्णानाम् अपि च कुत्रचित् वर्णसमूहस्य इत् इति नामकरणं भवति अतः अत्र अस्य प्रकरणस्य कः नाम इत् संज्ञाप्रकरणम् अस्तु इत् संज्ञाप्रकरणे तत्र एकम् एव विधिसूत्रं तस्य विषये कः वक्तुम् इच्छति सरलमस्ति सरलसूत्रं विधिसूत्रं सरलमस्ति श्लोचना भगिनी वक्तुमिच्छति वा अस्मिन् प्रकरणे एकं विधिसूत्रम् अस्ति तत् विधिसूत्रं किं तस्य कः अर्थः नो चेत् कोऽपि अन्य वक्तुमिच्छति चेत् कृपया वदामि वा तस्य लोपः इति विधिसूत्रमस्ति सर्वेषु सूत्रेषु ये ये वर्णाः इत्संज्ञ भवति तस्य लोपः भवति तदेव विधिसूत्रं सो तस्य लोपः इति विधिसूत्रम् अस्ति कस्य लोपः यस्य इति तस्य एव लोपः एतत् विधिसूत्रम् अस्ति विधिसूत्रेण कार्यं विधीयते अनेन सूत् अनेन सूत्रेण कीदृशकार्यं लोपकार्यं कस्य लोपः यस्य यस्य इत् पूर्वे यस्य यस्य सूत्रद्वारा यस्य यस्य वर्णस्य अथवा वर्णसमुदायस्य इत् तस्य अनन्तरं लोपः अपि करणीयं. सो यदा वयं कस्यचित् वर्णस्य इत् कुर्मः तदेव तत्र कार्यं समाप्तं न भवति, तस्य अनन्तरं लोपः अपि करणीयं. सो तस्य विषये तस्य विषये सूत्रमस्ति तस्य लोपः इति नवमसूत्रं, प्रथम अध्याये तृतीयपादे नवमसूत्रम्. अस्तु, इदानीम् अत्र किञ्चित् अभ्यासः अपि दत्तम्. एतत् सर्वम् अस्माभिः पूर्वे पठितम्. इदानीं तत्र अस्तु, इदानीम् अत्र अभ्यासः अपि दत्तम्. अत्र एकं धातु दत्तमस्ति, डुपचांश् इति धातुः अस्ति, अस्माकं यः परिचितं धातुः अस्ति पच् इति धातुः. सो पच् इति धातुः यः औपदेशिकरूपम् अस्ति सः अस्ति डुपचांश् इति औपदेशिकरूपम्, लौकिकरूपम् अस्ति पच्. सो अत्र कस्य कस्य वर्णस्य केन सूत्रेण इति संज्ञा कः वक्तुमिच्छति? चेतन भगिनी वक्तुमिच्छति वा डुपचांश् विषये कस्य कस्य वर्णस्य इति? डुपचांश् प्रथमे आधिर् नुटुडवः सूत्रेण डु इति भवति, तदनन्तरं हलन्त्यं सूत्रेण श इति भवति, तदनन्तरम् उपदेशे अजुननासिक इत् सूत्रेण अङ् इति भवति, तदनन्तरं तस्य लोपः, एतत् सर्वे लोपः भवति, पच् अवशिष्यति. सत्यं. सो अत्र यः चकार उत्तरवर्ती यः अकारः सः अकारः अनुनासिक, न तु पकार उत्तरवर्ती अकारः. सो अनुनासिक स्वरस्य एव इत् अतः चकार उत्तरवर्ती यः अङ्कारः तस्य एव इत् भवति. सत्यं भगिनी, धन्यवादः. लिख् विषये कः वक्तुमिच्छति? लिख् सरलमस्ति, एतत् सर्वाणि धातवः आदौ तत्र धातवः दत्तानि, एतत् सर्वाणि धातवः धातुविषये. लिख् विषये कः वक्तुमिच्छति कस्य वर्णस्य इत् अत्र लिखा इति अस्ति? अहं वदामि वा भगिनि? वदतु. न वदति चेत् अहं वदामि. लिख धातु अस्ति, हलन् उपदेशे दण्डालिक इति सूत्रेण अन्तिमस्थित अनुरा अनुस्वारसहित इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अतः लिख एव तिष्यति. अन्ते स्थितस्य अकारस्य अनुस्वारः न वदामः, अनुस्वारः इति भिन्नव्यञ्जनः, भिन्नस्वरः. अत्र अनुनासिक अकारः, अकारस्य प्रभेदः अनुनासिक अकारस्य. सो लिख् इति लौकिकरूपम्. अस्तु भगिनि, सत्यं भगिनि, धन्यवादः. दुक्रैं विषये कः वक्तुमिच्छति? भगिनी एकं संशयमस्ति. वदतु भगिनि, किमस्ति? एकनिमिषः. डुपचष् अस्ति खलु, तत्र क्रमः किमपि अस्ति वा? विच् सूत्रं वि शुड् अप्लै फस्ट् लैक् दट्? नो नो, देर् इस् नो तादृशः क्रमः न वर्तते. इत्युक्ते अत्र वयं तत्र यत् यस्य इति कुर्मः तत्र तु सर्वे प्रथमे तु सर्वाणि वर्ण अनुबन्धवर्णानाम् इति करणीयं, तत्र कोऽपि यः क्रमः न वर्तते. आदौ तत्र डू दृश्यते, अतः आदिर्नीटुडुः इति सूत्रेण तस्य इति कुर्मः, अनन्तरं चकार उत्तरवर्ति, तत्र क्रमेण गच्छामः चेत् डुपचांश्. सो डू प्रथमे तत्र दृश्यते, अथवा चकार उत्तरवर्ती यः अकारः सः प्रथमसूत्रद्वारा उपदेशे आजनुनासिक इति सूत्रेण द्वारा इति तत्र भवति. इति तत्र तादृशः क्रमः न वर्तते, परन्तु ये अनुबन्धाः तत्र वर्तते तेषां तु प्रथमे इत् करणीयम्, अनन्तरम् एव सर्वेषु अनुबन्धवर्णेषु तत्र इत् लोपः अपि करणीयः, तत्र कोऽपि क्रमः न वर्तते भगिनि. धन्यवादः. आं भगिनि, डुक्रिन् विषये कः वक्तुम् इच्छति? आं वदतु वदतु भगिनि. आदिकुटुम्बः डकारस्य उत्सम्य हलन्त्यम् इत्यनेन नकारस्य उत्सम्य तस्य लोपः इत्यनेन डकारस्य नकारस्य च लोपः भवति, कृ अवशिष्यते. पुनः वदतु. आदिर्नीतवः इत्यनेन डकारस्य उत्सम्या भवति. आदिर्नीतु, एकं निमिषः भगिनि, आदिर्नीटुडुवः इति सूत्रेण कस्य कस्य वर्णस्य इति भवति? डकारः इति न वदामः, नी इति वर्णसमूह, डु इति वर्णसमूह, अपि च टु इति वर्णसमूह. अत्र वर्ण केवलं डकारः तस्य इति न भवति, डकार उत्तरवर्तीयः उकारः ह्रस्व उकारः तस्यापि इति. सो एकत्र डु इति वर्णसमूहस्य इत् न तु डकारस्य इत् इत्यस्य इत् भवति. हलन्त्यम् इत्यनेन नकारस्य इत् भवति, तस्य लोपः इत्यनेन डु इत्यस्य नु इत्यस्य च लोपः भवति, अतः क्रु अवशिष्यते. आं सम्यक् सम्यक्, क्रु एव अवशिष्य तत्र लौकिकरूपम्. सत्यं, धन्यवादः भगिनि. निमिदां विषये कः वक्तुमिच्छति, कः अथवा कः? वदामि वा? आं वदतु भगिनि. उपदेशे जनुले धातु अस्ति, निमिदा धातु अस्ति, उपदेशे जनुनाचितः इति कारणेन अन्तिम आ इति अस्ति, नि नकार नि मकार इकार दकार अनुनासिक आकारः अस्ति, अनुनासिक आकारस्य इच्छं न भवति. आदिर्क्रीडवः इति सूत्रेण आदौ अस्ति नि वर्णसमूहस्य इच्छं न भवति, मित्येव तस्य इच्छस्य तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अवशिष्टभागम् अस्ति मित्. धन्यवादः भगिनि. सम्यक् भगिनि. अस्तु, गम्लु विषये कः वक्तुमिच्छति? गम्लु इति लु इति स्वरः अस्ति, मकारस्य पादौ एतत् लु इति वर्णसमूहः, तत्र यदि वयं हस्तेन लिखामः चेत् तत्र गम गकारः मकारस्य अधोभागे एव लु इति स्वरः तत्र योजयामः, परन्तु तत्र सङ्गणके तत् तथा न कर्तुं शक्नुमः, अतः अत्र सेपरेट् लिखितमस्ति, भिन्नरीत्या तत्र लिखितमस्ति. परन्तु लु इति यः तस्य यः मात्रा अस्ति, तस्य यः चिह्नम् अस्ति, तदपि तत्र अधोभागे एव लिखामः. यदा डु अथवा क्रु इति ऋकारः तत्र व्यञ्जनस्य अधोभागे तस्य लिखामः, तदेव लु विषये अस्ति. लु इति यः स्वरः अस्ति सः अपि तत्र मकारस्य सः अस्ति, लु इति स्वरः. सो अधोभागे एव तत्र योजयामः, परन्तु सङ्गणके तथा न कर्तुं शक्यते, अतः अत्र भिन्नरीत्या दत्तमस्ति. अस्तु, गम्लु विषये कः वक्तुमिच्छति? सरलमस्ति, कृपया स्वयं. मञ्जुरी भगिनी वक्तुमिच्छति वा गम्लु विषये? गम्लु अन्ते अनुनासिक ऋकारः अस्ति, तस्य उपदेशे जनुनासिक इति सन्धेन इति संज्ञा भवति, तथा अन्तिमं तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अनन्तरं गम् इति हा गमिति लौकिकरूपम् अस्तु. सो अत्र स्वरस्य एकम् एव स्वरः अनुब इति संज्ञक् भवति. मकार उत्तरवर्तीयः लकार लुकारः लू इति स्वरः सः अनुनासिकस्वरः, अतः अत्र लू इति स्वरस्य इत् भवति उपदेशे अजनुनासिक. इत्युक्ते तत्र इत्संज्ञाप्रकरणे एकमेव सूत्रम् अस्ति येन स्वराणाम् इत्संज्ञा. कीदृशस्वराणाम्? उपदेशिक अनुनासिकस्वराणाम्. सो अत्र अनुनासिकस्वरः वर्तते, अत्र अच् अनुनासिक अच् वर्तते, अतः अत्र एकमेव अनुबन्धवर्णः. अस्तु, दृशुर्विषये कः वक्तुमिच्छति? एतत् सरलमस्ति. अनुसूया भगिनी वक्तुमिच्छति वा? आं भगिनि, दृशुर् धातु अस्ति, उपदेशे अच् अनुनासिका इति सूत्रेण अन्तिमस्थिता अनुनासिकसहित अकारस्य लोपः भवति. अन्ते अस्ति वा? अन्तिम अस्ति, अन्ते अस्ति वा? इकारः अन्ते अस्ति वा? रेफा अन्ते अस्ति, हलन्तरेफा, सोरि, हलन्तम् इति सूत्रेण रकारस्य रेफस्य इत्संज्ञा भवितुं शक्यते, परन्तु इत् अस्ति रेफ्यादि इ अपि अस्ति, अनुनासिक इ अस्ति, अतः इर् नवाचो इति वार्तिकेन इर् इत्संज्ञा भवति. इर् इति वर्णसमुदायस्य इत् अत्र वार्तिकेन अतः तस्य लोपा इति सूत्रेण इर् इर् वर्णसमूहस्य लोपः भवति, अतः दृश्य एव शिष्यते सत्यम्. सो अत्र यत्र यत्र धातुः अनुनासिक ह्रस्व इकारस्य परे रेफः अपि दृश्यते तत्र भिन्नभिन्नरीत्या इत्संज्ञा न करणीयम्. तत्र इर् इत्संज्ञा वाच्य इति वार्तिकेन द्वारा एव इति करणीयम्, अन्यथा तत्र असाधुरूपं निष्पद्यते, धातुः इदित् भवति, तथा मा भवेत्. तस्य कृते एव वार्तिकारः किं दत्तम्? एकं वार्तिकं दत्तम्, इर् इत्संज्ञा वाच्य. सो धातुः इदित् मा भवेत् तस्य कृते एव वार्तिकेन द्वारा एव अस्माभिः किं करणीयम्? इर् इत्संज्ञा वर्ण इर् इति वर्णसमुदायस्य इत् करणीयं, तथैव अत्र अस्ति. अस्तु, जीवविषये अपि वदतु भगिनि. जीव इति अस्ति जीव अत्र उपदेशे एच् अच् अनुनासिका इति सूत्रेण अन्तिमस्थिता अनुनासिकसहित अकारस्य लोपः भवति, इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अतः जीव धातु अस्ति, अतः जीव एव तिष्ठति अवशिष्य सुजीवित लौकिकरूपम् वार्तिकरूपम् लौकिकरूपम् अस्ति. जीव इति औपदेशिकरूपं, परन्तु जीवित लौकिकरूपम् आं भगिनि, सत्यं, धन्यवादः. युजिर्विषये कः वक्तुमिच्छति? अहं वदामि भगिनि. वदतु. युजिर्धातु अस्ति, इर् इत्संज्ञा वाचा इति सूत्रस्य आधारेण इर् इत्संज्ञा भवति, तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति, युज् एव अवशिष्टभागं भवति, लौकिकरूपं भवति. सत्यं भगिनि, धन्यवादः. इदानीं धातुविषये तु कृतम् इत्संज्ञा, इदानीं प्रत्ययः प्रत्ययाः इति दत्तमस्ति, अत्र प्रत्ययानाम् आवली दत्तमस्ति, कीदृशप्रत्ययः इति अत्र न लिखितमस्ति. अस्तु, इदानीं चेतन भगिनी निच् विषये वक्तुमिच्छति वा? निच् विषये, निच् इति एकं प्रत्ययः. आं भगिनि, निच् प्रत्ययः हलन्त्यं सूत्रेण च अन्तिम हल् च इत्संज्ञा भवति, तस्य लोपः अपि भवति. नि अवशिष्यते वा? न न न अत्र आदौ कः वर्णः? न इति कस्मिन् तत्र वर्गे अस्ति? सत्यं. न न न तत्र तु तत्र तालुनकारः, अत्र तु मूर्धन्यनकारः, अत्र टवर्गीयव्यञ्जनः. आं भगिनि वदतु भगिनि. चुटु सूत्रेण आदौ न अस्ति, टटडड न, तस्य लोपः इत्संज्ञा भवति, अतः इ अवशिष्यते च. सत्यं. कीदृशी कीदृशीकारः? ह्रस्व इकारः. सत्यं. सो निच् इति प्रत्यये केवलं ह्रस्व इकारः एव अवशिष्टभागः. सो वयं दृष्टवन्तः दशमगणे तत्र यदा तत्र निच् इति स्वार्थे आयाति तत्र केवलम् ई एव अवशिष्टभागः. सो केन केन सूत्रेण नकारस्य अपि च चकारस्य संज्ञा भवति इति इदानीं वयं जानीमः. सो नकारः यः मूर्धन्यनकारः तस्य चुटु इति सूत्रेण इति संज्ञा. किमर्थं चेत् यत्किमपि प्रत्ययः तस्य आदिमवर्णः चु अथवा टु अस्ति चेत् तस्य इति तु करणीयमेव. तथैव शः प्रत्ययस्य यत्किमपि प्रत्ययः तस्य आदिमवर्णः मूर्धन्यशकारः अस्ति चेत् तस्यापि इति करणीयम्. शाकन् विषये अपि वदतु भगिनि. शाकन् शः प्रत्ययस्य सूत्रेण शकारः इत्संज्ञा भवति. तदनन्तरं हलन्त्यं सूत्रेण नकारस्य इत्संज्ञा पासिबल् अस्ति, परन्तु न विभक्तौ तु स्माः सूत्रेण तस्य लोप तस्य इत्संज्ञा न भवति. अतः शकार एकनिमेषः भगिनि, शाकं विभक्तिप्रत्ययः अस्ति वा? न, प्रत्ययः अस्ति. विभक्तौ इति पदम् अस्ति, विभक्तौ एव तु स्मः इति न करणीयम्. अन्येषु सर्वेषु प्रत्ययेषु तु तुस्म अपि इति भवति, परन्तु केवलं विभक्तिप्रत्ययेषु एव तुस्मः इति न भवति. अन्येषु सर्वेषु प्रत्ययेषु अन्तिमहलः इत्तु करणीयमेव. इदानीं वदतु. अतः शकारः एव इत्संज्ञा भवति. आ शकारः एव इत्संज्ञा भवति. किमर्थं शकारः एव किमर्थम् इत्संज्ञा? नकारस्य का गति? नकारस्य हलन्त्यं सूत्रेण नकारः अपि इत्संज्ञा भवति. सत्यम्. अतः आक अवशिष्यते. आम्. सो तयोः लोपः अपि करणीयम्. तस्य लोपः तस्य लोपः इति सूत्रेण द्वयोः लोपः, शकार अपि च नकारस्य लोपः. सो आक एव अवशिष्टभागः. सो न विभक्तौ तु स्माः इति तत्र सूत्रं कुत्र कार्यं करोति? केवलं विभक्तिप्रत्ययेषु एव तु स्माः इति न भवति. अन्येषु सर्वेषु प्रत्ययेषु तत्र यत्किमपि हल् वर्णः तत्र तु तत्र हलन्त्यं सूत्रद्वारा इति संज्ञा करणीयम्. अस्तु भगिनि, जूस् जूस् विषये कः वक्तुमिच्छति? अहं वदामि वा भगिनि, यदि यदि कोऽपि अहमपि वदामि भगिनि, अस्तु वदतु भगिनि वा भगिनि. पुनिमपि वदति वा अहं वदामि वद वदतु वा अनन्तरं नेक्स्ट् टैम् वदति. जुस् इति विभक्तिप्रत्ययः अस्ति, तिङ् प्रत्ययः अस्ति, हलन्त्यं सूत्रस्य अपवादः वार्तिकेन भवति, न विभक्तो स्मः इति वार्तिकेन. न विभक्तो, एकनिमिषः भगिनि, न विभक्तो स्मः इति वार्तिकम् अस्ति वा कि सूत्रमस्ति? न विभक्तो स्मः वार्तिका अस्ति भगिनि. न न, तत्र सूत्रसङ्ख्या दत्तं भगिनि, पश्यतु. न विभक्तं सूत्रमस्ति, न विभक्तो तुस्म. एतत् विभक्ति नास्ति भगिनि, प्रत्ययः अस्ति. विभक्तिप्रत्ययः अस्ति अत्र, सकारस्य इति न भवति. किमर्थं चेत् अत्र विभक्तिप्रत्ययः जुस् इति विभक्तिप्रत्ययः सूत्रेण सकारस्य इत् न भवति, बाधकं भवति. हलन्त्यम् इति सूत्रस्य बाधकं, न विभक्तसूत्रस्म इति भवति, अतः सकार तिष्ठते. अन्तिम हल सकार तिष्ठति. चुटु इति सूत्रेण जकार ज इत् भवति, च च ज अस्ति, चवर्गी अस्ति जकार, अतः तस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अतः उस् एव अवशिष्यते. सत्यं. सो न विभक्तौ तुस्मः इति सूत्रम् अस्ति, तस्य कः संख्या का अस्ति? प्रथमाध्याये तृतीयपादे तृतीय तृतीयं सूत्रम् अस्ति, वार्तिकं नास्ति. ता विषये अपि वदतु भगिनि, ता विषये सूत्रमस्ति. ता विषये अपि वदतु. ता इति प्रत्ययः अस्ति, सुप्रत्ययः अस्ति, अतः चुटु इति सूत्रेण चकारस्य इत्संज्ञा भवति, इत्संज्ञा तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अतः आ एव अवशिष्यते. दीर्घाकारः एव अत्र अवशिष्टभागः. प्रत्ययस्य अवशिष्टभागः कः इति वदामः चेत् दीर्घाकारः. सत्यं भगिनि, धन्यवादः. इदानीं पूर्णिमा भगिनी शापविषये वदतु. शपेकविकर्णप्रत्ययः अस्ति, लशको तदिते इति सूत्रस्य आधारेण शकारस्य संज्ञा भवति, हलन्त्यम् इति सूत्रस्य आधारेण पकारस्य संज्ञा भवति, अकार एव अवशिष्टभागः भवति. सत्यं. नस् विषये अपि वदतु. नस् विषये सकारस्य हलन्त्यम् इति सूत्रस्य आधारेण सकारस्य भवितुं शक्यते. अस्तु, वदतु वदतु. भवितुं शक्यते, परन्तु न विभक्तौ तुस्मः इति सूत्रस्य आधारेण तस्य लोपः न भवति. नकारस्य लोपः चुट्टु प्रत्ययस्य भगिनि, कवर्ग अस्ति. लशकूतदिते इति सूत्रस्य आधारेण नकारस्य लोपः अपि भवति, अकार एव अवशिष्यते. अकारः एव कथम् अवशिष्यते, सकारः कुतः जायते? भगिनि न विभक्तौ तुष्टमः कारणेन सारि नाम सकारात्मे सारि सारि अवशिष्यते अकारः अपि च सकारः. नकारः इति कस्य वर्गे आयाति? नकारः इति कु इति अस्ति, आम् कु इति अस्ति अत्र. तत्र लकारः, शकारः अपि च कु इति दत्तं, सुखु इति कथनेन न केवलं क ख ग ग न सम्पूर्णकवर्गः सो अत्र कण्ठनकारस्यापि इत् लषक्व तदिते लषक्व तदिते इति सूत्रेण अस्तु उष्णाविषये अपि वदतु षकार नकार आकारः अस्ति दीर्घम् आकारः अस्ति लषक्व तदिते इति सूत्रस्य आधारेण षकारस्य लोपः भवति न एव अवशिष्टम् सूत्रेण लोपः भवति वा इत्संज्ञा भवति सूत्रेण इत्संज्ञं भवति तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति सो सूत्रेण तत्र केवलं वर्णस्य इत्संज्ञा अनन्तरं विधिसूत्रेण लोपकार्यम् अस्तु भगिनि अस्तु भगिनि धन्यवादः अत्र न न इति अवशिष्टभागः कस्मिन् कस्य गणस्य विकरणप्रत्ययः श्ना अस्ति जानाति वा भगिनि स्मारयति वा सत्यं सत्यं नवमगणः क्रयादिगणः तस्मिन् गणे तत्र विकरणप्रत्ययः श्ना अस्ति तदपि प्रत्ययः अस्तु भगिनि धन्यवादः तविषयकः वक्तुमिच्छति झटति वदतु वी हाव् टु फिनिश् दिस् करपत्रं टुडे वदतु भगिनि च प्रत्ययः लषक्व तद्धिते सूत्रेण क इत् भवति तस्य लोपः अपि भवति च अवशिष्यते कति व्यञ्जन कति तत्र वर्णः अत्र त इति प्रत्यये क त सो अवशिष्टरूपे तत्र तकारः अपि च अन्ते अकारः अपि अस्ति त इति अस्ति वर्णद्वयम् अत्र अवशिष्यते त इति रूपम् आम् सत्यं शून् विषये अपि वदतु शून् शून् हलन्त्यं सूत्रेण ण्य इत्संज्ञा भवति शः प्रत्ययस्य सूत्रेण श इत् भवति तस्य लोपः भवति भू अवशिष्यते कस्य लोपः भवति शकारस्य अपि च ण्यकारस्य सो किं वदामः तत्र वर्णद्वयस्य लोपः तयोः लोपः तस्य लोपः इति सूत्रमस्ति तस्य लोपः इति सूत्रेण तयोः लोपः द्वयोः लोपः सत्यम् अत्र वू इति अवशिष्टभागः तदनन्तरं तत्र वू स्थाने तत्र अन इति आदेशः भवति तस्य कृते सूत्रमस्ति युवर्नाको युवर्नाको इति सूत्रेण सोरि वू इति स्थाने यु स्थाने अन इति आदेशः वू स्थाने अक इति आदेशः सो तत्र अन्ततो गत्वा तत्र वू न तिष्ठति तत्र अक इति तिष्ठति अकारः ककारः अकारः इति तत्र सूत्रद्वारा अनन्तरमपि कार्यम् अस्तु भगिनि धन्यवादः इदानीं नौल् विषये कः वक्तुमिच्छति भगिनी भवती यत् उक्तवती अहं न अवगतवती शून् इति प्रत्ययः शून् इति प्रत्ययः अस्ति वयं दृष्टवन्तः अनुबन्धानां निष्कासनम् अनन्तरं तत्र वु इति अवशिष्टभागः वकारः अपि च उकारः व्याकरणे एकं सूत्रम् अस्ति युवोर् नाकौ यु वोर् नाकौ यु वु अण अकौ इति अस्ति यु वु इति तत्र र यः श्रूयते तत्र विसर्गसन्धि भूत्वा युवोर् नाको इति भवति सो यु यत्र यत्र प्रत्ययेषु य अपि च उकारः यु इति वर्णसमुदायः अवशिष्टभागः अस्ति तत्र अन इति आदेशः भवति तथैव अन अत्र तु वु अवशिष्टभागः यु वु वु अस्ति वु स्थाने अक इति आदेशः तत्र तत्र यदा वयं शून् इति तत्र वू स्थाने अक भवति वू न तिष्ठति सो धातु अनन्तरं शून् तदपि वक्तव्यं तदपि न तद् न वक्तव्यं तद् न वक्तव्यम् अत्र तु केवलं कस्य कस्य वर्णस्य इत् अपि च तयोः लोपः इति भवति अत्र वू एव अवशिष्य यदा वयं तत्र अग्रे पठामः तत्र एतत् आयाति परन्तु तत् न वक्तव्यम् इदानीं न वक्तव्यम् इदानीं तु केवलं वर्णनम् इति करणीयम् अस्तु नूल् विषये कः वक्तुमिच्छति अहं प्रयत्नं करोमि भगिनि वदतु भगिनि गिरिशा भगिनि कृपया नूल् एतत् नकारः आदिनकारः इत्यनेन कारणेन चुटु सूत्रस्य तकारस्य अण इत्संज्ञा भविष्यति तस्य लोपः कारणेन अकारः गत्वा नुल् इति भवति इति मन्ये भगिनी शुद्धं वा अशुद्धं वा न न पुनः वदतु तत्र किञ्चित् दोषः वर्तते पुनः वदतु चुटु इति सूत्रेण टावर्गस्य अणालोपः भवति चुटु इति सूत्रेण चुटु इति सूत्रेण इत्संज्ञा भवति न तु लोपः इत्संज्ञा भवति तदनन्तरं तस्य लोपः सूत्रेण अकारस्य अपि लोपः अत्र अकारः कुत्र अस्ति अत्र अकारः तु कुत्रापि नास्ति नुवुल् इति यः वर्णसमुदायः तत्र तु अकारः कुत्रापि नास्ति अकारस्य न अण इत्संज्ञः भविष्यति तदनन्तरं न लोपः एकनिमिष अत्र वर्णविच्छेदः करोतु भगिनि के के वर्णाः क्रमेण वदतु न वा सो अत्र अकारः नास्ति न नास्ति भगिनि नास्ति सो अकारस्य तु लोपः न भविष्य तत्र न भवति न अत्र अकारः एव नास्ति सो तस्य इत्संज्ञा कथं कुर्मः चुटु सूत्रेण कारणेन नकारस्य इत्संज्ञा भवति अपि च अन्ते कः वर्णः हलन्त्यं सत्यं वदतु हलन्त्यं सूत्रेण कारणेन तस्य लोपः अपि भवति हलन्त्यं सूत्रेण कस्य एत् हलन्त्यम् इति सूत्रेण कस्य एत् लकारस्य इत् इदानीं तस्य लोपः कारणेन वुल् इति नकार अपि च लकारस्य लोपः नकारस्य च लकारस्य लोपः भवति रिमेनिङ्ग् वुल् अवशिष्यते सः वु इति अवशिष्टभागः वु वकारः अपि च उकारः वु इति अवशिष्टभागः केवलं वु इति अवशिष्यते आं भगिनि क्युन् विषये अपि वदतु क्युन् क्युन् खा खा आ या उ खकार उत्तर खकार उत्तरवर्ति अकारः नास्ति अतः तत्र क्युन् इति वदामः खकारः आम् संयुक्त अक्षरः वदतु क्युन् नकारस्य लोपः भवति नकारस्य इत्युक्ते तदन चुटु कारणेन इत्संज्ञा भविष्यति चुटु कारणेन कस्य कस्य नकारस्य इत् नकारः अन्ते हल् वर्णः अस्ति न भगिनि सो हल् वर्णानां केन सूत्रेण हलन्त्यं कारणेन आम् सो नकारस्य हलन्त्यम् इति सूत्रद्वारा संज्ञा अपि च खकारस्य विषये खकारस्य कु कुत कुत्र आयाति कस्मिन् सूत्रे कु इति सत्यं सत्यं वदतु कारणेन इत्संज्ञा भविष्यति कस्य खकारस्य तदनन्तरं तस्य लोपः भवित्वा खा प्लस् यु क्यू भविष्यति न न ख लशक्व तदिते इति सूत्रेण कस्य वर्णस्य इत्संज्ञा खा वर्णस्य सो यस्य इत्संज्ञा तस्य तु लोपः अपि जायते सो अत्र अवशिष्टभागः क वाट् इस् द रिमेनिङ्ग् पार्ट् गच्छति परन्तु क्यू इति न क्यू इति खकारः अपगच्छति खकारस्य इत् अनन्तरं तस्य लोपः अपि भवति सो इदानीं कः कः वर्णः अत्र अवशिष्यते ख या ओ ख तु भगिनि तस्य तु लशक्व तदिते इति सूत्रेण इति संज्ञा अनन्तरं खकारस्य लोपः अपि भवति अवशिष्टभागः कः परन्तु संयुक्ताक्षरं क्यू इति संयुक्ताक्षरम् अस्ति चेत् संयुक्ताक्षरं कस्य कृते उच्चारणस्य कृते अक्षरः तु अवगच्छति न अत्र अत्र ऐ केनाट् रैट् अत्र खकारः अनन्तरं यकारः अनन्तरम् उकारः अनन्तरं नकारः खकारस्य लशक्व तदिते इति सूत्रेण इत्संज्ञा नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा तयोः लोपः अपि भवति तस्य लोपः इति सूत्रेण सो वाट् इस् द रिमेनिङ्ग् पार्ट् यु एव अवशिष्यते यु एव अवशिष्यते आं भगिनि क्षम्यताम् भगिनि एकस्य अस्ति परन्तु विभक्तिप्रत्ययः वा तद्धितप्रत्ययः अन्यप्रत्ययः वा कथं जानीमः क्यून् कः प्रत्ययः अस्ति विभक्तिप्रत्ययः अस्ति वा इति कृत् प्रत्ययः भगिनि तत्र विभक्तिप्रत्ययेषु तु न आयाति वयं जानीमः तत्र स्वौज समोक्षस् तत्र तादृश आवली वयं सर्वे जानीमः अपि च तिप्तजि सिप्तस्थ म्युप्वस्मस् सो विभक्तिप्रत्ययः नास्ति तथैव तत्र तदित् प्रत्ययः अपि नास्ति इत्युक्ते अतदित् प्रत्ययः अस्ति किमस्ति इत्युक्ते तद्धितः नास्ति चेत् लशक् सूत्रम् सो अतदित् प्रत्ययेषु लशकु इत् भवति सो एतत् अतदित् प्रत्ययः तदेव अहं पृच्छामि कथं जानीमः तत्र कोऽपि वी हेव् टु रिमेम्बर् आल् दिस् भगिनि एतत् सर्वं यदा वयं तत्र अग्रे अग्रे पठामः विल् वेन् वि डू दिस् कृत् प्रत्ययः अपि च तिङ् प्रत्ययस्य विषये पठामः चेत् वि विल् गेट् टु नो आल् दीस् तथैव तत्र तद्धित् प्रकरणे एकवारं तद्धित् प्रकरणं पठामः चेत् वी विल् गेट् टु नो विच् प्रत्ययः इस् दिस् सो इदानीं तु तत्र कोऽपि अन्यत् देर् इस् नो अदर् वे टु लर्न् दीस् प्रत्ययः बट् टिप् एण्ड् सूप् एण्ड् विभक्तिप्रत्ययः वयं सर्वे जानीमः वी हेव् टु रिमेम्बर् देट् आवलि सिप्तजि सिप्तस्थ अस्तु शन् विषये कः वक्तुमिच्छति शन् मञ्जरी वा आं श्रूयते भगिनि किञ्चित् उच्चैः वदतु कृपया अन्य सर्वे म्यूट् मध्ये तिष्ठतु तत्र ध्वनिः किञ्चित् ध्वनिः आयाति प्रथमं शकारः अस्ति तस्य लशक्वतद्धितेरिसूत्रेण इति भवति तस्य लोपः इति सूत्रेण द्वयोः लोपः भवति तथा य अवतिष्ठति य शन् इति प्रत्ययः कीदृशप्रत्ययः एतत्तु वयं पठितं शन् इति प्रत्ययः कीदृशप्रत्ययः भगिनि विकरणप्रत्ययः अस्ति कस्य गणस्य विकरणप्रत्ययः शन् इति अस्ति दिवादिगणः सत्यं चतुर्थगणः दिवादिगणः दिवादिगणस्य विकरणप्रत्ययः शन् अस्ति धातु तिङ् मध्ये तत्र शन् इति विकरणप्रत्ययः तत्र य इति भागः श्रूयते य इति भागः तत्र आयाति मध्ये ल्युट् विषये अपि वदतु मञ्जरी भगिनी ल्युट् अन्ते चकारः अस्ति तस्य हलन्त्यम् इति सूत्रेण इद् भवति लकारस्य लशक्वतस्य इति सूत्रेण इद् भवति द्वयोः लोपः भवति तस्य लोपसूत्रेण यु अवतिष्ठति सत्यं भगिनि धन्यवादः तृच् विषये कः वक्तुम् इच्छति तृच् इति एकं कृत् प्रत्ययः अस्ति पूर्णिमा भगिनी वक्तुमिच्छति वा तृच् विषये भगिनि आं वदतु तृच् विषये तृच् भगन्त्यमिति सूत्रेण चकारस्य भगिनी अहं न दृश्यते भगिनि स्क्रीन् मध्ये मम स्क्रीन् दृश्यते वा तृच् इति अत्र अस्ति कर्सर् तृच् हलन्तम् इति सूत्रस्य आधारेण चकारस्य संज्ञा भवति अन्य किञ्चित् मम अवगमने न भवति अन्य किमपि न अत्र न दृश्यते न तस्य तकारस्य तु तत्र कोऽपि सूत्रं न वर्तते यस्य येन तकारस्य ऋकारस्य उपरि चन्द्रबिन्दुः अपि न दृश्यते अत्र दृश्यते वा अस्मिन् प्रत्यये एकमेव अनुबन्धवर्णः केवलं चकारः एव अनुबन्धवर्णः शून् विषये अपि वदतु शून् शा प्रत्ययस्य इति सूत्रस्य चकारस्य संज्ञा भवति नकारस्य हलन्त्यम् इति सूत्रस्य आधारेण नकारस्य इच्छग्न भवति रु एव अवशिष्टभागम् वु इति अवशिष्टभागम् अस्तु भगिनि धन्यवादः भगिनि उकारस्य संथिङ्ग् इस् टोल्ड् नो दट् विल् नाट् हेपन् हियर् अत्रापि भूस्थाने अक् आगच्छति वा अनागच्छति वा स्थाने अक् भूस्थाने अकारः ककारः अकारः त्रयः वर्णः अक् इति आदेश सूत्रमस्ति सूत्रमस्ति युवोर् नाकौ युवोर् अन् यु स्थाने अन स्थाने अक अस्तु किन् विषये कः वदति किन् विषये किन् वदतु अनुसूया भगिनी. इन् कस्य प्रकारस्य कृत् प्रत्ययः कृत् प्रत्ययः कृत् प्रत्ययः तत्र लशक् तद्विदिते इति सूत्रेण अकारस्य ककारस्य लोपः भवति तस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति. हलन्त्यम् इति सूत्रेण नकारस्य अन्तिमस्थितनकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. अतः ति एव अवतिष्ठति अवशिष्यते. ह्रस्वति एव अवतिष्ठति. ह्रस्व तकारः तु ह्रस्व नास्ति न, तकार उत्तरवर्ति ह्रस्व इकारः, ति इति अवशिष्टभागः. तव्यत् विषये अपि वदतु. तव्यत् अपि एकं कृत् प्रत्ययः प्रत्ययः अस्ति. तव्यत् अपि कृत् प्रत्ययः अस्ति. लशक् तद्वितिते इति सूत्रेण तद्वितप्रत्ययः नास्ति, अतः सवर्गस्य तकारस्य लोप भवति. लशक् तदिते तत्र तकारः कुतः आयाति? लशक्व लशकु लशकु तद्विते चुटु इति सूत्रेणापि न. तकारस्य कोऽपि सूत्रं नास्ति खलु? यस्यत् लन्त्य इति सूत्रेण अन्तिमस्थित तकारस्य लोपः भवति. तकारस्य इत् संज्ञा तकारस्य लोपः इति सूत्रेण तस्य लोपः भवति. तव्य एव अवतिष्ठति वा? आम्, तव्य इति अवशिष्टभागः. सत्यम्. अस्तु, धन्यवादः. शानज् विषये अहमेव करणीयम्. कोऽपि अन्य वक्तुमिच्छति चेत् वदतु. मञ्जरी भगिनी वक्तुमिच्छति वा? अहं वदामि. चकारः अस्ति हलन्त्यमिति सूत्रेण तस्य अनन्तरं तस्य लोपः चकारस्य इत् भवति हलन्त्यं सूत्रेण, अनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति. शकारस्य लशक्वतद्धिते इति सूत्रेण लोपः भवति इत् भवति, अनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति, तथा आन इति अवतिष्ठते आन. अत्रापि शानच् इति प्रत्ययः आतदित् प्रत्ययः कृत् प्रत्ययः अस्ति. सो आतदित् प्रत्ययः, अतः अत्र लशक्व आतदिते लशकु शकारस्य केवलं लशकु आतदिते इति सूत्रेण एव संज्ञा. अनियर् विषये अपि वदतु भगिनि. अनियर् अत्र अन्ते रकारः अस्ति, रकारस्य हलन्त्यम् इति सूत्रेण इद् भवति, तस्य लोपः इति सूत्रेण लोपः भवति. अनीय अवतिष्ठते. पठनीय लेखनीय इति अनियरूपाणि, अनियर् प्रत्ययान्तरूपाणि. पठनीय अत्र नपुंसकलिङ्ग् भवति, पठनीयं लेखनीयम् इति भवति. सो अनियर् इति प्रत्ययः एकम् एव तत्र अनुबन्धवर्णः, सः अस्ति अन्तिम रकारः. अस्तु भगिनि, धन्यवादः. चेतन भगिनी शत्रुं विषये वदति वा? शत्रुं लशक्व तद्धिते सूत्रेण शकारस्य इत् भवति, उपदेशे अजननासिक इत् सूत्रेण अनुनासिक ऋकारस्य इत् भवति, अत् अवशिष्यते. इत् भूत्वा तत्र किं करणीयं? तस्य तयोः लोपः करणीयम्. केन सूत्रेण? शकारस्य ऋकारस्य अनुनासिक ऋकारस्य लोपः करणीयं, तस्य लोपः सूत्रेण. आम्, सूत्रमपि वक्तव्यं, तत्र सूत्रम् एव प्रमाणम्. अस्तु, अत्र अवशिष्टभागः अत् भवति. आम्, शकार उत्तरवर्ती अकारः अपि अस्ति अत्र. सो अत् एव अवशिष्टभागः सत्यं निनि विषये अपि वदतु भगिनि निनि चुटु सूत्रेण नकारस्य भवति तदनन्तरम् उपदेशे अजुननासिक इत् सूत्रद्वारा अनुनासिक इकारस्य इत् भवति इन् अवशिष्यते अत्र वर्णः अपि भवति नकारस्य लोप अनुनासिक इकारस्य लोपः भवति इन् अवशिष्यते इन् ह्रस्व इकारः यः मूर्धन्यनकारः अस्ति तस्य अनन्तरं तत्र ह्रस्व इकारः सः इत्संज्ञक तत् इकारः इत्संज्ञक न अस्ति तत् अवशिष्यते सो इन् इति अवशिष्टभागः इन् इति अवशिष्टभागः अस्तु अस्तु भगिनि धन्यवादः इदानीं गिरिजा भगिनि गिरिजा भगिनी तत्र अन्तिमप्रत्ययस्य विषये वक्तुमिच्छति वा कुलुकन् विषये अस्ति वा गिरिजा भगिनी नो चेत् उषा भगिनी अस्मि वदतु भगिनि कुलुकन् विषये वदतु लशक्वतिते सूत्रेण कारणेन ककारस्य इत्संज्ञा भविष्यति तदनन्तरं चुटु इत्यनेन कारणेन इत्संज्ञा भविष्यति तदनन्तरं हलन्त्य चुटु इत्यनेन कस्य चुटु इत्यनेन कस्य वर्णस्य नकारस्य तथा चुटु इत्यनेन आदौ स्थितस्य चु अथवा टु अत्र तु अन्ते अस्ति न नकारः हलन्त्यं हलन्त्यम् इत्यनेन कारणेन नकारस्य संज्ञा भविष्यति अपि च एकम् अन्यत् अस्ति उपदेशे अजनुनासिक इत्यनेन कारणेन अनुनासिकस्य अपि संज्ञा भविष्यति अनुनासिकस्य कस्य अनुनासिकस्य अकारस्य अनुनासिक अनुनासिक अकारः कुत्र अस्ति अनुनासिक अकारः क उपरि क अनन्तरं ककार उत्तरवर्ति ककार अत्र न केवलं क अस्ति परन्तु क अस्ति ककारस्य सह अकारः अस्ति सो ककार उत्तरवर्ति यः अकारः तत् अकारः अनुनासिक अकारः तस्यापि इत्संज्ञा तस्यापि इत्संज्ञा केन सूत्रेण उपदेशे जननासिक इत् सत्यम् अनन्तरं लुक् एव भविष्यते एकवारम् इत्संज्ञा कुर्मः चेत् अनन्तरं किं करणीयं तस्य लोपः करणीयम् आम् अत्र तेषां लोपः अपि भवति ककारः अकारः अपि च नकारः एते त्रयाणां वर्णानां लोपः अपि करणीयम् ककारः अनुनासिक अकारः तदनन्तरं नकारस्य लोपः भवति लुक् अवशिष्यति सत्यं लुक् एव अवशिष्टभागः सत्यं भगिनि धन्यवादः एकनिमिषः एकनिमिषः तत्र किञ्चित् पावर् समस्या अस्ति एकनिमिषः गिव् मी वन् मिनिट् ध्वनि श्रूयते वा? आं महोदय. अस्तु, इदानीं तत्र अस्मिन् करपत्रे एकम् अन्यत् तत्र विषयः अस्ति. वयं दृष्टवन्तः तत्र इत् वर्णानाम् इत् संज्ञा भवति, तेषाम् अन्यनामः वयं किं वदामः, अनुबन्धवर्णाः. सो यस्य यस्य वर्णस्य इत् संज्ञा भवति सूत्रद्वारा अथवा वार्तिकेन द्वारा, तस्य अन्यत् नामः अस्ति अनुबन्धवर्णः. सो अत्र यथा अनियर् इति प्रत्यये तत्र एकमेव अनुबन्धवर्णः, सः अस्ति रकारः. तथैव परन्तु क्लूकन् इति प्रत्यये तत्र त्रीणि वर्णानि अनुबन्धवर्णाः. सो तेषां येषां येषां वर्णानाम् इति संज्ञा, तेषाम् अन्यत् नामः अस्ति अनुबन्धवर्णाः. सो अत्र प्रश्नः मनसि आयाति, किमर्थं महर्षिणा दिस् लाङ्ग् रूट् क्रियते? तत्र किमर्थं महर्षि डैरेक्ट् तत्र लौकिकरूपं न तत्र दत्तम्? सो अत्र तत्र प्रश्नः अस्ति, अनुबन्धवर्णाः किमर्थं, तेषां प्रयोजनं किम् अस्ति? वयं तु इदानीं पर्यन्तं तत्र अधीतवन्तः, प्रयोजनं विना तत्र किमपि कार्यं न भवति. सो एतादृशः इत् संज्ञा वर्णानां यः लोपकार्यं भवति, प्रथमे इत् कार्यम् अनन्तरं लोपकार्यं, तादृशकार्यं किमर्थं तत्र? सो तस्यापि प्रयोजनं वर्तते तत्र व्याकरणे. दीस् आर् नाट् जस्ट् देट् महर्षि तत्र इच्छति ऐ विल् नकार अत्र अन्ते, परन्तु तत्र प्रत्येकस्य इत् संज्ञक वर्णस्य तत्र प्रयोजनं वर्तते व्याकरणे. तत् प्रयोजनं किम् इति अत्र लिखितमस्ति, अनुबन्धवर्णः किमर्थम्. अस्तु, कः पठितुम् इच्छति? अस्तु, कृपया स्वयम् अग्रे आगच्छतु. अहं पठामि वा महोदय? कृपया कृपया पठतु भगिनि. अनुबन्धवर्णाः किमर्थम् इति प्रश्नः अत्र प्रथमबिन्दुः. अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति. अत्र अनन्तरं द्वितीयबिन्दुः, यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते. यथा वादिगणे शप्, सुदादिगणे श, उत्पन्न उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासनन्तरम्. अनुबन्धैः अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते. तदेव बहुत्र तृतीयं बिन्दुः अपि पठतु भगिनि, तृतीयं बिन्दुः अपि पठतु. अहं सङ्गणके गमिष्यामि, अत्र एतत् स्क्रोल् करणीयम्. एकनिमिषम्. अस्तु, अत्र तृतीयबिन्दुः, प्रत्ययस्य अन्यरीत्या नामकरणं भवति. तस्य स्वभावम् अनुसृत्य अनुबन्धानुगुणं भवति. नकारः अनुबन्धः चेत् यथा निच् प्रत्ययः, तर्हि संक्षेपे प्रत्ययस्य नाम नित् नकारः इत् यस्य सः नित् इति बहुभिः समासः. ककारः अनुबन्धः चेत् यथा तवतु त्वा, तर्हि संक्षेपे प्रत्ययस्य नाम कित्, ककारः इत् यस्य सः कित् इत्यादिकम्. अत्र अनुबन्धः वर्णाः किमर्थं भवति इति प्रश्नः उदेति चेत् अत्र अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति. भिन्नकार्याणि अत्र भवति किं चेत् यत्र प्रत्ययः यत्र यत्र भवति अत्र समानः एव दृश्यन्ते अनुबन्धैः ते भिद्यन्ते इति समानः समानरूपेण द्रष्टुं शक्यते. यथा भ्वादिगणे शप् अस्ति चेत् तुदादिगणे श, अत्र शप् इत्युक्ते अत्र कर्त्री शप् इति विकर्णप्रत्ययं शप् अस्ति चेत् अत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. तुदादिगणे अपि शकारः अनुबन्धलोपानन्तरं तत्र अपि अकारः एव श्रूयते. उभयत्र आ इत्येव अवशिष्यते. अनुबन्धनिष्कासन अनन्तरमेव, अनन्तरम् एतत् अकारः एव भूवादिगणेः तुजादिगणेः तिष्ठति. अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते, तदेव बहुत्र. अत्र झटिति ज्ञातुं शक्यते चेत् भूवादिगणे शप् अस्ति, अनुबन्धलोपानन्तरमेव अकारः तिष्ठति इति आकृतिः, अन्तिम आकृतिः अकारः. अनन्तरं त्वादिग तुजादिगणेः स्वीकुर्मः चेत् अत्रपि अकारः तिष्ठति, परन्तु एतत् षकारः एव, श एव अस्ति आकृतिः, अन्तिम आकृतिः अकारः. परन्तु उभयत्र सर्वत्र बहुत्र तादृशमेव भवति. अनुबन्धम् अनुबन्ध अनन्तरमेव, अनुबन्धकार्यम् अनन्तरमेव प्रत्ययः. अत्र किम् अस्ति इति प्रत्ययः भेदः किम् इति ज्ञातुं शक्यते. सत्यम् एकनिमिषः. अत्र शप् इति प्रत्ययः पश्यामः चेत् तत्रापि अ एव अवशिष्टवाग, तुदादिगणे श इति प्रत्ययः अ. सो अन्तिमं रूपं पश्यामः चेत् न जानीमः कस्य कस्य विकरणप्रत्ययस्य भागः, कस्य प्रत्ययस्य भागः अथवा कस्य गणस्य प्रत्ययः. परन्तु मूलरूपं पश्यामः चेत् इत्युक्ते अनुबन्धरूपसहित अनुबन्धवर्णसहितरूपं पश्यामः चेदेव ज्ञातुं शक्यते शप् इति प्रत्ययः तु शित् पित् प्रत्ययः अपि अस्ति, परन्तु श इति प्रत्ययः शित् तु अस्ति परन्तु अपित् प्रत्ययः. सो तत्र पित् प्रत्ययस्य आधारीकृत्य तत्र भिन्नकार्याणि व्याकरणे, अपित् प्रत्ययस्य निमित्तीकृत्य तत्र भिन्नकार्याणि. सो इफ् वि सी ओन्ली अ वी विल् नाट् कम् टु नो किं कार्यं करणीयम्. मूलरूपं पश्यामः चेदेव वयं ज्ञातुं शक्यते श प्रत्ययः निमित्तीकृत्यः एतादृशः कार्यं करणीयं वा न करणीयम्. इत्युक्ते तत्र अपित् प्रत्ययविषये अपि बहूनि सूत्राणि. सो कानिचन सूत्राणि केवलम् अपित् प्रत्ययविषये एव कार्यं करोति, कानिचन सूत्राणि तत्र विधिसूत्राणि पित् प्रत्ययस्य विषये कार्यं करोति. सो मूलरूपम् अनुबन्धसहितरूपं पश्यामः चेदेव ज्ञातुं शक्यते कस्य सूत्रस्य प्रसक्तिः अत्र भवति, कस्य सूत्रस्य प्रसक्तिः अत्र न भवति. सो अन्तिमरूपं पश्यामः चेत् न ज्ञातुं शक्यते, तत्र प्रत्ययः भेदः न जायते. परन्तु मूलरूपं पश्यामः चेदेव तत्र ज्ञातुं शक्यते कीदृशः कार्यं करणीयम्. अत्र लिखितमस्ति तथैव बहुत्र, इत्युक्ते एतादृशः तत्र बहूनि उदाहरणानि तत्र सन्ति, यथा उपरि वयं दृष्टवन्तः. विषये अपि भागः, अपि च तत्र नूल् विषये अपि भू इति अवशिष्टभागः. परन्तु नूल् प्रत्ययनिमित्तीकृत्य भिन्नकार्यं, शून् प्रत्ययनिमित्तीकृत्य भिन्नकार्याणि. सो तत्र केवलं भू इति पश्यामः चेत् अनुबन्ध निरनुबन्धरूपं पश्यामः चेत् न ज्ञातुं शक्यते कार्यं विधिसूत्रं करणीयं वा न करणीयम्. मूलरूपं पश्यामः चेदेव ज्ञातुं शक्यते कार्यं करणीयं वा न करणीयम्. सो अनुबन्धानां तत्र प्रयोजनं वर्तते. णित् प्रत्ययविषये भिन्नकार्याणि, क्युन् प्रत्ययविषये भिन्नकार्याणि. सो मूलरूपं तत्र आवश्यकं, तत्र पश्यामः प्रत्ययस्य मूलरूपं किं, तथैव धातुः मूलरूपं किम् इत्युक्ते वयं दृष्टवन्तः यस्मिन् यस्मिन् धातुः ह्रस्वीकारस्य इत् संज्ञा भवति तत्र नकारस्य आगमः नित्येन भवति. सो तत्रापि इत्संज्ञकवर्णस्य प्रयोजनं वर्तते, तथैव प्रत्ययस्य विषये इति तत्र अनुबन्धिः तत्र प्रत्ययः विधीयन्ते, तेन एव वयं भेदः ज्ञातुं शक्यते. अन्तिमं रूपं पश्यामः चेत् भेदं न ज्ञातुं शक्यते. तृतीयबिन्दुः अस्ति नामकरणं भवति, वदतु भगिनि अस्य विषये बिन्दुविषये. अस्ति वा भगिनि? आम् अहं वदन्ती अस्मि. अस्तु, प्रत्ययस्य अन्यरीत्या नामकरणं भवति, तस्य स्वभावम् अनुसृत्य अनुबन्ध अनुगुणं भवति. नकारः अनुबन्धः चेत् यत्र निच् प्रत्ययः तर्हि संक्षेप प्रत्ययस्य नाम नित्, अत्र नकारः इत् यस्य सः नित् इति बहुदीर्घिः समासः. ककारः अनुबन्धः चेत् यथा त्वतु त्ववतु त्वा, तर्हि संक्षेप प्रत्ययस्य नाम कित्. अत्र सर्वत्र प्रथमवर्णः ककारः अस्ति, अतः अत्र ककारः इत् यस्य सः कित् इत्यादिकम्, अत्र कित् इति भवति. यत्र यत्र तवतु त्वा आगच्छति चेत् अत्र संक्षेप प्रत्ययस्य नाम कित् इति भवति. प्रत्ययस्य अन्यरीत्या अस्तु महोदय. अन्यरीत्या इत्युक्ते इत् संज्ञक अनुबन्धवर्णरीत्या तत्र किं भवति, नामकरणम् अपि भवति. तत्र कित् प्रत्ययनिमित्तीकृत्य बहु कार्याणि, तथैव नित् प्रत्ययनिमित्तीकृत्य बहूनि कार्याणि. सो संक्षेपेण सूत्रे किं दत्तं, सूत्रे तत्र निच् नवुल इति न नि इति प्रत्ययः न दत्तं. तत्र संक्षेपेण महर्षि वदति नित् प्रत्ययः परे अस्ति चेत् कार्यं करणीयम्, अथवा कित् प्रत्ययः परे अस्ति यथा वयं दृष्टवन्तः तत्र किमिति च सूत्रं न इदानीं पर्यन्तं न अवगतं. तत् सूत्रं पठितं वा, किमिति च सूत्रं? न न पठितं महोदय. गुणनिषेधः भवति आम् सत्यं. सो कित् प्रत्ययनिमित्तीकृत्य भिन्नकार्यं. सो तत्र यत् किमपि कित् प्रत्ययः व्याकरणे तत् निमित्तीकृत्य तत् तादृशः कार्यं. सो वाट् इस् द अनुबन्ध, तेषाम् एकं मुख्यं प्रयोजनं किम् अस्ति, अनुबन्धैः प्रत्ययस्य नामकरणं भवति, तथैव धातुः नामकरणमपि भवति. इदित् धातुः, इदित् धातुः वदामः चेत् यस्मिन् यस्मिन् धातुः ह्रस्व इकारः इत् इत् संज्ञकः इत्युक्ते अनुबन्धवर्णः, तस्य अन्यनामः अस्ति इदित् धातुः. तथैव यस्मिन् यस्मिन् प्रत्यये शकारस्य इत् सः शित् प्रत्ययः. सो अनुबन्धैः तत्र किं भवति, प्रत्ययस्य अथवा धातुः नामकरणं भवति, तत्र सम्भवति. अनन्तरं महर्षि तत्र तादृशः नामकरणस्य उपयोगं करोति सः महर्षि सूत्रे. सो विशुड् नो कित् इत्युक्ते किं, नित् इत्युक्ते किं, शित् इत्युक्ते किम्, अपित् इत्युक्ते किं, पित् इत्युक्ते किम्. सो यस्मिन् पकारः इति, यस्मिन् शकारः इति, यस्मिन् नकारः इति, यस्मिन् टकारः इति सः टित्, यस्मिन् ककारः इति सः कित्, यस्मिन् मकारः इति सः मित्. सो एतादृशः प्रत्ययस्य अनुबन्धवर्णस्य आधारेण तत्र प्रत्ययस्य अपि च धातुः नामकरणमपि सम्भवति, अतः तस्य प्रयोजनम् अस्ति व्याकरणे. विना प्रयोजनं तत्र इत् संज्ञा किमपि वर्णस्य इत् संज्ञा न भवति इत्य अत्र लिखितम् अस्तु. इदानीं परिच्छेदः तत्र सन्ति. अस्तु, इदानीं तु समयः अभवत्. अग्रिमेषु वर्गेषु एतादृशकरपत्रस्य समापनं कुर्मः. एकं नूतनकरपत्रस्य तत्र तत्त्वविहीनमिति करपत्रस्य तत्र प्रारम्भं कुर्मः. तत्र सूत्र आधारेण इदानीं पठामः तत्र किं करणीयं, धातुः किमर्थं तत्र कीदृशः कार्यं भवति. अस्तु, इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् अत्र स्थगामः. नास्ति भगिनि. अस्तु, संशयम् अस्ति. एक प्रत्यय आसीत्. धन्यवादः महोदय, शुभदिनम्. प्रत्ययः वा? एकमस्ति जस् इति प्रत्ययः, एकमस्ति जुस् इति प्रत्ययः. सो जुस् जस् इति सु औ जस् इति तत्र मूर्धन्यजकारः, अत्र तु जुस् इति प्रत्ययः. सो जुस् इति प्रत्ययः विभक्तिप्रत्ययः नास्ति. सो विभक्ति स्मः न भवति खलु, तत्र उस् एव अवशिष्यते अथवा उ एव अवशिष्यते तत्र पश्यामः भगिनि, किञ्चित् जुस् अस्ति अथवा जस् अस्ति, पश्यामः भगिनि. अत्र विभक्तिप्रत्ययः नास्ति चेत् तत्र सकारस्य अपि विभक्तिप्रत्ययः जुस् इति प्रत्ययः विभक्तिप्रत्ययः नास्ति चेत् तत्र अपि सकारस्य इत् भवति हलन्त्यम् इति सूत्रेण. चुटुसूत्रेण तत्र जकारस्य इत् भवति, परन्तु पश्यामः जुस् इति प्रत्ययः विभक्तिप्रत्ययः अस्ति वा नास्ति पश्यामः अग्रिमेषु वर्गेषु वदामि. अथवा तत्र यः अस्माकं यः यः वाट्सप् ग्रुप् अस्ति तत्र अहं लिखामि, पश्यामि भगिनि. अस्ति मध्ये अपि नास्ति, सुप् मध्ये अपि नास्ति. तत्र एकम् अन्यत् सूत्रम् अस्ति, किञ्चित् अन्यसूत्राणि विशिष्टसूत्राणि, तेषां संज्ञा अपि विभक्तिसंज्ञा भवति, परन्तु विभक्तिश्च इति सूत्रद्वारा केवलं तिङ् अपि च सुप् प्रत्ययः विभक्तिप्रत्ययः. परन्तु एकम् अन्यत् सूत्रम् अस्ति, तेन सूत्रेण अपि कानिचन विशिष्टप्रत्ययाः तेषामपि विभक्तिसंज्ञा भवति. तस्य विषये तत्र पश्यामः. जूस् इति तत्र अस्ति वा इति तत्र पश्यामः भगिनि, वदामि अनन्तरं वदामि. अस्तु भगिनि, धन्यवादः. इदानीं तत्र शान्तिमन्त्रं पठामि, अनन्तरं तत्र स्थगामः. भगिनि वाट्सप् गणे अस्ति वा? अहं नास्मि भगिनि वाट्सप् गणे. तत्र रेकार्ड् मध्ये ग्रूप् लिङ्क् अस्ति भगिनि, यत् ऐम् रेकार्डिङ्ग् द रेकार्डिङ्ग् विच् ऐ एम् सेण्डिङ्ग् रेकार्डिङ्ग् मेल्, तत्र वाट्सप् ग्रूप् लिङ्क् अस्ति भगिनि, तत्र जायिन् करोतु भगिनि. मेल् मध्ये अस्ति वा? अस्तु अस्तु. जस्ट् चेक् द रेकार्डिङ्ग् मेल्, देयर् यु हेव् द वाट्सप् ग्रूप् लिङ्क्, यु केन् जायिन् देट् ग्रूप् डैरेक्ट्लि फ्रोम् युवर् वाट्सप्. अस्तु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः शुभदिनं महोदय. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.